नमस्कारः सर्वेभ्यः, स्वागतं सोमवासरवर्गे। हरि ओं, श्रूयते वा? हरि ओं, हरि ओं, हरि ओम्, श्रूयते वा? श्रूयते वा? म्यूट् अभवत्, कथम् अभवत् इति न जानामि, क्षम्यतां, मया किमपि दोषेन कृतं वा? अस्तु, लक्ष्मीभगिनी, सर्वे सन्ति वा? लक्ष्मीभगिनी एतावता विद्याभगिनी, सरलाभगिनी, राजेन्द्रमहोदय, रामप्रियाभगिनी, लक्ष्मीभगिनी, अन्य कोऽपि? तावदेव किल? आं महोदय। अस्तु अस्तु, अद्यतनविषयः अस्ति द्वितीय असमवायिकारणलक्षणवाक्ये दलसार्थक्यविषयं। किन्तु तस्मात् पूर्वं गते सप्ताहे अपि अस्माभिः चर्चितं यत् द्वितीय असमवायिकारणलक्षणवाक्ये दोषः भवति वा, कुत्र भवति दलसार्थक्यविषये इति चर्चितम्। अत्र कोऽपि स्मारयितुम् इच्छति वा? का रामप्रिया भगिनी स्मरति वा, स्मारयति वा? तत्र यदा वयं व्यतिरेकव्यभिचारः इति विषये वा महोदय? हा, गते सप्ताहे किं चर्चितम्? चित्रं दृष्ट्वा एव वदामि वा? प्रथम कार्याधिकरणे कारणं नास्ति इति चित्रद्वयम् अस्ति। आरम्भे लक्षणवाक्यं किम् अस्ति द्वितीयसमवायिकारणस्य? आम्, द्वितीयसमवायिकारणस्य लक्षणवाक्यमासीत् समवायसम्बन्ध अवच्छिन्न कार्यतः निरूपित स्व आश्रयसमवेतत्वसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं द्वितीयसमवायीकारणम् इति तस्य लक्षणवाक्यमासीत्। तत्र वयं व्यतिरेकव्यभिचारविषये चिन्तितवन्तः। व्यतिरेकव्यभिचारम् इत्युक्ते कारणाभावे कार्यसत्वम् इति। तत्र यदा वयं चित्ररूपपटस्य निर्माणं कुर्मः चेत् तत्र तु पीततन्तुः नील पञ्चशतेन पीततन्तुभिः, अनन्तरं नीलतन्तु पञ्चशतैः इति कुर्मः चेत् पटः, मिश्रितरूपपटः उत्पन्नः इति वयं दृष्टवन्तः। तत्र यदा कार्याधिकरणे पीतरूपम् इति स्वीकुर्मः चेत् तत्र तु नीलरूपस्य अभावः अस्ति इति अपि वयं दृष्टवन्तः। पीतरूपं तु समवायसम्बन्धेन पीततन्तौ, तद् अनन्तरं चित्रपटः समवायसम्बन्धेन पीततन्तौ, चित्रपटे तु चित्ररूपम् इति कार्यम् अस्ति इति अपि वयं दृष्टवन्तः। परन्तु तत्र नीलरूपम् इति नास्ति इति, तस्य अभावः अस्ति इति अपि दृष्टवन्तः। प्रथमम् आसीत् तत्। द्वितीयमासीत् यत्र यदा नीलरूपं समवायसम्बन्धेन नीलतन्तौ अस्ति चेत् तत्र पीतरूपम् इत्यस्य अभावः अस्ति इति दृष्टवन्तः। तदेव वयं व्यतिरेकव्यभिचारः इति दृष्टवन्तः, कारणाभावे कार्यसत्वम् इति। तस्य निवारणाय एव वयं परम्परासम्बन्धः इति आनीतवन्तः। तत्र कारणमस्ति पीतरूपम् इति, कार्यमस्ति चित्रपटरूपम् इति, परम्परासम्बन्धेन पटे पीतरूपं परम्परासम्बन्धेन पटे इति आनेतव्यम् इति अपि दृष्टवन्तः. कथम् इत्युक्ते पीतरूपम् इति स्वम् इति स्वीकृत्य कारणता अवच्छेदकसम्बन्धः इदानीं स्वसमवायिसमवेतत्वसम्बन्धः तन्तौ. अनन्तरं पटः तत्र एव वयं समानाधिकारण्यम् इति स्वीकृतवन्तः. पटः अपि तन्तु समवेतत्वसम्बन्धेन अस्ति. अनन्तरं पटरूपं पटे तत्र समवायसम्बन्धः तदेव कार्यता अवच्छेदकसम्बन्धः इति वयं साधितवन्तः. परम्परासम्बन्धेन यदा आनयामः चेत् तत्र व्यतिरेकव्यभिचारस्य समाधानं प्राप्तुं शक्नुमः इति. यत्र दोषपूर्णव्यतिरेकव्यभिचारः आसीत् तत्र अधिकरणं किम् आसीत्? तत्र तु पीततन्तुः वा नीलतन्तुः इति अधिकरणम् आसीत्. तत्र दोषं निवार्य किं तत्र अधिकरणं? पटः इति अधिकरणम् इदानीं. तत्र अधिकरणस्य परिवर्तनं कृतम् इति एकं. द्वितीयविषयः सम्बन्ध अवच्छेदकसम्बन्धस्य अपि भेदः अस्ति. इदानीं किम् अस्ति दोषनिवार्य चित्रे किमस्ति? कारणता अवच्छेदकसम्बन्धः किम् अस्ति? स्वसमवायिसमवेतत्वसम्बन्धः कारणता अवच्छेदकसम्बन्धः इदानीं. तर्हि दीर्घवाक्यं किम् अस्ति तत्र लक्षणवाक्यम्? इदानीं किं भवति इत्युक्ते कारणता स्वसमवायिसमवेतत्वसम्बन्ध तत्र प्रायः कार्यता अवच्छेदकसम्बन्धतः आरम्भं करोति चेत् सम्यक् भवति. तत्र 152 इति पुटे अस्ति. तथा च समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित स्व आश्रयसमवेतत्वसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं द्वितीय समवायिकारणत्वलक्षणम् इति वदति. अस्तु अग्रे क्षम्यतां सन्ध्या अस्मि. प्रश्नः अस्ति यदा दोषः अस्ति तत्र तु लक्षणवाक्यं वा तत्र कारणतावच्छेदकसम्बन्धः स्वसमवायिसमवायित्वसम्बन्धः आसीत्. सत्यम्. स्वसमवायिसमवेतत्वसम्बन्धः आदौ नासीत् तथा श्रुतं मया. अतः एव तत्र किञ्चित् सत्यं यत्र केवलं रूपम् अस्ति पटरूपं तन्तुरूपं तत्र कारणता अवच्छेदकसम्बन्धः स्वसमवायिसमवायित्वसम्बन्धः तत्र अधिकरणं तन्तुः इति. सत्यम्. अनन्तरं यदा पटः इति यदा अधिकरणं भवति तदा एव परिवर्तनं भूत्वा कारणतावच्छेदकसम्बन्धः स्वसमवायिसमवेतत्वसम्बन्धः इति भवति इति अस्ति. सर्वे अवगच्छन्ति वा भेदः? यत्र दोषः अस्ति तत्र कार्यता सम्बन्धः अस्ति स्वसमवायिसमवायितत्वसम्बन्ध. तदनन्तरं कारणता भवति परम्परासम्बन्ध. यदि वयं तस्य कारणतासम्बन्ध अधिकारणां चित्रपटे आनेतुं कारणतासम्बन्ध विपरीतं भवति परम्परासम्बन्ध समवायसम्बन्धः भवति कार्यतासम्बन्ध. पूर्वम् अस्ति कार्यतासम्बन्ध अस्ति समवाय समवायितत्वसम्बन्ध कार्यतावच्छिन्ना कारणता सम्बन्ध समवायसम्बन्ध. यदि व्यतिरेकव्यभिचार वयं दोषनिवारणाय कार्यता सम्बन्ध भवति समवायसम्बन्ध अवच्छिन्ना कारणता सम्बन्ध भवति स्वसमवायिसमवेतत्वसम्बन्ध तत् व्यतिरेकव्यभिचारस्य दोषनिवारणं भवति. इत्यपि मुख्यभेदः. तत्र भेदद्वयं भेदत्रयम्. एकं तु अधिकरणपरिवर्तनं, कारणतः अवच्छेदकसम्बन्धः भिन्नः, पूर्वं समवायसम्बन्धः, इदानीं स्वसमवायिसमवेतत्वसम्बन्धः, पूर्वं कार्यतः अवच्छेदकसम्बन्धः समवायित्वसम्बन्धः, इदानीं कार्यतः अवच्छेदकसम्बन्धः समवायसम्बन्धः इति भेदत्रयं. सत्यम्? आम् सम्यक्. अहं किञ्चित् तत्र दोषेण उक्तवती. द्वयोः अपि स्थलयोः कारणम् इदानीं स्पष्टम् अवगतं. धन्यवादः भगिनि. अत्र अग्रे सरला भगिनी वदति वा, तत्र प्रथमं कः दोषः कारणतावच्छेदकसम्बन्धत्वे सम्बन्धविषये दलसात्यकविषये? यदि कार्यतावच्छेदकसम्बन्धः अस्ति समवायिसम्बन्ध तदानीं भव महोदय. अस्माभिः पूर्वस्मिन् वर्गे चर्चितम्. तद् दोषं भवति कार्याधिकरणे तन्तौ एक विधतन्तोः केवलम् आगच्छति, न तु द्वे तन्तो द्वे तन्तोः ते आगच्छन्ति तत्र. इदानीं यदि नीलरूपं तन्तो स्वीकुर्मः, नीलरूपसमवायसम्बन्धेन नीलतन्तोः अस्ति, तदनन्तरं नीलतन्तो चित्रपटरूपं प्रति कारणम् अस्ति, किन्तु पूरणकारणं नास्ति. तत्र पीतरूपस्य पीतरूपतन्तो अभावः अस्ति चित्रपटे. तु अत्र भवती कारण अभावे कार्यस्य दर्शनं तु तत्र भवति व्यक्तिरेकव्यभिचार कारणसत्त्वे कार्यसत्त्वं. इदानीं तत्र तदैव यदि पीतरूपतन्तो स्वीकुर्मः, पीतरूपतन्तौ पीततन्तौ भवति समवायसम्बन्धेन कारणता, पीततन्तौ निर्माति चित्रपटं समवायसम्बन्धेन, पुनः चित्रपटे चित्ररूपं भवति समवायसम्बन्धेन. एतत् उदाहरणे अपि कार्यता सम्बन्धः भवति स्वसमवायिसमवायित्वसम्बन्ध तन्तौ, कारणता सम्बन्धः अस्ति समवायसम्बन्ध. एतत् क्षम्यतां भगिनि, क्षम्यतां भगिनि, तत्तु किञ्चित् भगिन्या रामप्रिया भगिन्या उक्तं. मम प्रश्नः आसीत् तत्र कारणता अवच्छेदकसम्बन्धः स्वसमवायिसमवेतत्वसम्बन्धः इति भवत्या उक्तं, तस्य अन् उपादाने कः दोषः भवति दलसार्थक्ये इति किञ्चित् वदति वा? कारणता अवच्छेदक अन् उपादाने भवती अतिव्याप्ति आगच्छति प्रथम समवायि कारणे वा समवायि कारणे, कारण किं द्वयो मध्ये समवायसम्बन्धेन कार्यतावच्छिन्ना अस्ति. प्रथमसमवायिकारणे कारणतावच्छेदकसम्बन्धः भवति समवायसम्बन्धः. सो यदि कारणतावच्छेदकसम्बन्धः स्वसमवायिसमवेशत्वसम्बन्धः अवच्छिन्ना इति न वदामः, किञ्चित् सम्बन्धः अवच्छिन्ना कार्य तावच्छ निरूप्यति कार्यता समवायसम्बन्धः अवच्छिन्ना, तत्र प्रथमसमवायिकारणे अतिव्याप्तिः आगच्छति. यदि कारणतावच्छेदकसम्बन्धः वयम् अनुपादामि तत्र प्रथम समवायि वा समवायिसम्बन्धेन तादात्म्यसम्बन्धः तत्र आगत्य कारणता कार्यता समवायसम्बन्धेन निरूपयति, द्वे स्थले अतिव्याप्तिः आगच्छति. सत्यं अवश्यं वक्तव्यमस्ति, कारणतायां स्वसमवायि समवेदत्वसम्बन्धावच्छिन्नत्वम् इति वक्तव्यमस्ति. अस्तु, तर्हि एतावता प्रश्नः अस्ति वा कस्यापि? अस्तु, नूतन अग्रे सरेम, इदानीं नूतनविषयः अस्ति तत्र. कः लक्ष्मी भगिनी पठति वा? वायुवादिनिष्ठगुणानां कुतः नेन्द्रियग्राह्यता? कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादने तु पुनरपि निमित्तकारणे अतिव्याप्तिः. तथा हि गुणक्रियाजातीनां घटादौ प्रत्यक्षं भवति न तु वायौ. तत्र विद्यमानस्य अपि एकत्वपरिमाणादेः अनुमितिरेव भवति. नापि सदागतिमतोऽपि तस्य क्रिया चक्षुरादिना गृह्यते. नापि वायुत्वं तद्गतत्वेन द्रव्यत्वं वा चक्षुरादिना गृह्यते. तत् कुतः इति चिन्तायां रूपसत्त्वा असत्त्वे एव तत्र प्रयोजके इति अवधारितम्. अस्तु, अत्र अत्र किमर्थं वायु वायु आदि आदि वायौ ये गुणाः सन्ति ते किमर्थम् इन्द्रियेण न ग्राह्यते इति अस्मिन् परिच्छेदे अस्मिन् शीर्षके भवति. यदि पूर्वम् अस्माभिः दृष्टवन्तः कार्यता अवच्छिन्न समवायसम्बन्ध अवच्छिन्न त्व अनुपादाने तु यदि पूर्वस्मिन् परिच्छेदे लक्षणवाक्यमासीत् कार्यता अवच्छिन्न समवायसम्बन्ध अवच्छिन्न इति लक्षणवाक्यमासीत्. यदि समवायसम्बन्धः इति तत्र न तत्र दलं न अस्ति चेत् किञ्चित् अवच्छिन्न इति लिखामः चेत् तत्र निमित्तकारणे अतिव्याप्तिः भवति. कथम् इत्युक्ते तत्र गुणक्रियजातीनां घटादौ प्रत्यक्षं भवति न तु वायौ. घटे इन्द्रियेण घटादौ यत् रूपं घटादौ रूपं वा रूपम् इत्यादि रूपं क्रिया इत्यादि इन्द्रियेण ग्राह्यते. किन्तु वायौ ये गुणाः सन्ति ते इन्द्रियेण न ग्राह्यन्ते इति अत्र इति अस्मिन् वाक्ये उक्तम्. इत्युक्ते वायौ स्पर्शत्वेन वायु अस्माभिः वायु गृह्यते एव खलु महोदय? सत्यं, किन्तु अत्र अग्रे वदामि. तत्तु अस्ति, किन्तु नैयायिकानां चिन्तनम् एवम् अस्ति यत् प्रत्यक्षं न भवति चेत् गुणक्रिया जाति इति न ग्राह्यते. अस्तु अस्तु, वायोः रूपं नास्ति अतः तस्य प्रत्यक्षं चक्षुषा न गृह्यते. किन्तु त्वक्किन्द्रियेण गृह्यते एव खलु, त्वच्छिन्द्रियेण गृह्यते. किन्तु तत् नैयायिकः न स्वीक्रियन्ते. अत्र न केवलं वायुप्रत्यक्षं, किन्तु वायौ गुणः वा क्रिया वा जाति यदस्ति तेषामपि इन्द्रियैः प्रत्यक्षं न भवति. अस्तु अस्तु, केवलं घटप्रत्यक्षमिति न, घटे विद्यमानगुणाः गुण वा क्रिया यथा एकत्वं यथा परिमाणं तादृश ये गुणाः रूपद्रव्ये अस्ति सन्ति ते न ग्राह्यन्ते इति कथनस्य आशा. न केवलं घटप्रत्यक्षं, न केवलं वायुप्रत्यक्षं, किन्तु वायौ विद्यमानगुणानामपि. अत्र अग्रे अपि उक्तमस्ति तत्र विद्यमानस्यापि एकत्वपरिमाणादेः अनुमितिरेव भवति. अस्तु, वायौ ये गुणाः सन्ति एकत्वं परिमाणादेः ते अनुमित्या एव भवति. किन्तु प्रत्यक्षप्रमाणेन न भवति नास्ति तदागतिमतोपि तस्य क्रिया चक्षुरादिना गृह्यते. यद्यपि वायौ वायुः सर्वदा गम्यमानः अस्ति इत्युक्ते सदा गति इति तदेव अत्र लिखितं खलु. सर्वदा तत्र वायौ गतिः अस्ति इत्युक्ते तत् सर्वदा क्रिया अस्ति एव, किन्तु चक्षुरादिना सा क्रिया न दृश्यते न गृह्यते. नापि वायुत्वं तद् गतत्वेन द्रव्यत्वं वा चक्षुरादिना गृह्यते. पुनः वायुत्वं तद् गतत्वेन, वायुत्वमिति धर्मः तद् गतत्वेन द्रव्यत्वं वा चक्षुरादिना गृह्यते. वायुत्वम् इति वायुः सर्वदा सर्वदा चलति, सर्वदा तस्मिन् क्रिया अस्ति इति चक्षुरादिना न गृह्यते इति पुनः तत्र दत्तम्. अत्र वायुत्वं द्रव्यत्वम् इति जातिविषयः पूर्वं लिखितं, भवत्या पठितं गुणक्रिया जाति. तत्र गुणस्य उदाहरणम् एकवक्तं परिमाणं, क्रियायाः उदाहरणं गमनं च, जातीनाम् उदाहरणं वायुत्वं द्रव्यत्वम् इति. अस्तु, ते सर्वे न गृह्यन्ते इति सारांशः. तत् कुतः इति चिन्तायां रूपसत्त्वे असत्त्वे एव तत्र प्रयोजके इति अवधारितम्. वायौ अस्तु, एतत् वाक्यं स्पष्टः नास्ति. अस्तु, किमर्थं गुणक्रिया जातीनां प्रत्यक्षं न भवति इति चिन्तायां रूपसत्त्वे, यदि रूपस्य प्रत्यक्षं न भवति तदा अन्येषां गुणानां प्रत्यक्षं वा क्रियायाः वा क्रियाणां वा जातीनां प्रत्यक्षम् अपि न भवति इति तादृशं किमपि अत्र उक्तमिति चिन्तयामि. इत्युक्ते तत्र रूपसत्त्वासत्त्वे इत्युक्ते किं, रूपसत्त्व असत्त्वे चतुर्थी न तत्र द्विवचनम् अस्ति. अस्तु, द्विवचनं सत्त्वं रूपसत्त्वं सत्त्वासत्त्वे इति द्वयविकल्पौ एव तत्र प्रयोजके इत्युक्ते तथापि प्रथमविभक्ति द्विवचनं प्रयोजके. अत्र प्रयोजकम् इत्युक्ते अर्थद्वयम् इति वर्गे उक्तम्. एकं तु कारणं, द्वितीयं कारण अवच्छेदकम् इति अर्थद्वयम् अस्ति अत्र. अस्मिन् सन्दर्भे प्रयोजकम् इत्युक्ते कारणं, रूपसत्त्वम् इति एकं कारणं, रूपसत्त्वम् इति अन्यकारणं, तेन कारणेन प्रत्यक्षं भवति वा न भवति वा इति अवधारितम्. अस्तु अस्तु, यदि रूपमस्ति चेत् प्रत्यक्षं भवति, यथा घटः पटः वा रूपं स्पष्टतया चक्षुषा गृह्यते, अतः गुणक्रिया जातीनामपि प्रत्यक्षं भवति. किन्तु यत्र रूपस्य असत्त्वम् इत्युक्ते वायौ रूपं नास्ति इति कृत्वा तत्र अन्य गुणक्रिया जातीनामपि अपि प्रत्यक्षं भवति. तत् रूपस्य सत्त्वं तस्य कारणम् अस्ति, रूपसत्त्वस्य अस्तु एकनिमिषं रूप भवती अवगतं, रूपसत्त्वमिति कारणं इति गुणक्रिया जातीनां प्रत्यक्षस्य कारणं भवति. रूपसत्त्वं एतेषां पदार्थानां गुणक्रियजातीनां प्रत्यक्षम् अप्रत्यक्षस्य कारणम् इति निष्कर्षः भवति. सत्यं सम्यक् भगिनि. अग्रे सरला भगिनी पठति वा यन्त्रव्ये. महोदय, एकः प्रश्नः अस्ति अत्र. अस्मिन् परिच्छेदे आसीत् तत्र तथा हि गुणक्रियाजातीनां घटादौ प्रत्यक्षं भवति न तु वायोः. तत्र इत्युक्ते किं तत्र अपि तथा हि इत्यस्य पदस्य वा? न न, तद् अनन्तरम् अस्ति अग्रिमवाक्यं. गुणक्रियाजातीनां अग्रिमवाक्यस्य वा तस्य वाक्यस्य वा? अग्रिमवाक्ये तत्र विद्यमानस्य अपि तत्र इति वायौ वायौ वायौ विद्यमानस्य यद्यपि वायौ एकत्वं वा परिमाणं यत् अस्ति तस्य अनुमिति एव भवति न साक्षात् प्रत्यक्षम्. अस्तु अस्तु अस्तु. किन्तु घटस्य रूपम् अस्ति तस्मात् घटं दृष्ट्वा ओ एकः घटः इति वक्तुं शक्नुमः. तस्य परिमाणम् अपि जानीमः. खलु? आम् आं, धन्यवादः महोदय. अग्रे सरला भगिनी पठति वा यद् द्रव्ये अस्ति. अस्तु, अग्रिमपरिच्छेदम्. अस्तु, यद्द्रव्ये अस्ति रूपं तद्गता एव गुणाः क्रियाः जातयः प्रत्यक्षा भवन्ति. यत्र च रूपं न वर्तते न तस्य गुणाः साक्षात् क्रियन्ते न क्रिया नापि सामान्यम्. एवं च द्रव्यसमवेतं यत् इदं कृत्यं तत् प्रत्यक्षं प्रति समवेतत्वसम्बन्धेन रूपं कारणम् इति पूर्वत् एव आगतम्. द्रव्यप्रत्यक्षं प्रति समवायेन रूपस्य कारणतावत् अत्र समाधानम् अस्ति दलशास्त्रज्ञस्य. यद्द्रव्ये अस्ति रूपं तद्गता एव गुणा क्रिया जातयः प्रत्यक्षा भवन्ति. द्रव्यनिष्ठगुणक्रियाजाति तस्य प्रत्यक्ष भवति यदि द्रव्यनिष्ठरूपम् अस्ति इति अस्ति. यदि द्रव्यनिष्ठरूपं नास्ति तत् द्रव्ये तेषां गुणाः क्रिया वा जातयः तस्यापि प्रत्यक्षं न भवति इति अर्थमस्ति. एतं च द्रव्यसमवेतम् इति यत् इदं तृतयम् अत्र गुणक्रिया जाति इति भवति तृतयं. तत् पक्षं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन रूपं कारणम् इति पूर्वत् एव आगतम्. इदानीं यदि वयं घट इति स्वीकुर्मः, घटे अस्ति घटरूपं घटे अस्ति समवायसम्बन्धेन. घट प्रत्यक्षं भवति घटे विषयतासम्बन्धेन. इदानीं यदि घटप्रत्यक्षम् अस्ति घटे वयं संख्या गुण अपि स्वीकुर्मः, घटे एकत्वं यदि वयं स्वीकुर्मः तद् भवति रूपं घटे अस्ति समवायसम्बन्धेन. घट एकत्वं प्रति भवति समवायिकारण तति एकत्वं भवति समवेत्वं. घट अस्ति तस्य अधिकरणं सो स्वसमवायिसमवेतत्वम् इति भवति कारणता. घट एकत्वं प्रति घटप्रत्यक्षं अस्ति कारणता कार्यता विषयता सम्बन्धेन. सो अत्र आगच्छति समवायसम्बन्धं निष्कास्य यदि वयं स्वसमवायिसमवेतत्वसम्बन्ध आनीयमः तत्र आनयामः तत्र भवति विषयतासम्बन्धेन किञ्चित् सम्बन्धः अस्ति समवायसम्बन्धेन, तत्र विषयतासम्बन्ध एकत्व घट एकत्व प्रतिरूपकारणम् इति प्रत्यक्षस्य कारणम् आगच्छति. सो द्रव्यप्रत्यक्षं प्रति यदि किन्तु अग्रे आगच्छति अस्मिन् परिच्छेदे अत्र न तस्य गुणाः साक्षात् क्रियन्ते. इत्युक्ते किम्? यत्र रूपं न वर्तते तस्य गुणाः न साक्षात् क्रियन्ते. इत्युक्ते तस्य प्रत्यक्षं न भवति साक्षात् गुणाः. यदि घट उदाहरणं वायो पूर्वं दत्तम् अस्ति, वायोरूप नास्ति. यदि वायोरूप नास्ति तद् रूपस्य कारणे क्रिया जाति वा तस्मिन् विद्यमानवायुत्वं वा द्रव्यत्वं प्रत्यक्षं वयं ज्ञातुं शक्नुमः. यदि रूपम् अस्ति घटे, वायोरूपं नास्ति अतः वायुत्वं वा द्रव्यत्वं तस्य साक्षात् ज्ञानं न भवति. साक्षात् ज्ञानं न भवति इति मुख्यविषयः. अनुमानेन ज्ञानं भवति, न साक्षात् क्रियन्ते इत्युक्ते प्रत्यक्षेन न भवति. प्रत्यक्षेन न, इन्द्रियैः न भवति चक्षुरिन्द्रिय, परन्तु तत्र महोदय उक्तवान् स्पर्शेन भवति, किन्तु तत्र प्राचीनमतम् अस्ति. ये वर्गेण आसन् अत्र, एषः परिच्छेदः प्राचीनानां मतं नव्यनायिकानाम् इति नास्ति. अस्माभिः अनुभवः अपि तथा नास्ति यत् परिमाणम् एकत्वं वा चक्षुप्रत्यक्षं विना अपि ज्ञातुं शक्नुमः. किन्तु इति प्राचीनानां मतं. भगिनी किमपि वदति अस्ति वा? अहं नापि सामान्यं, तस्य अर्थं किम् अस्ति? सामान्यम् इत्युक्ते सामान्यं जातिः इत्युक्ते सामान्य धर्म सप्तपदार्थः सामान्यम् सामान्यम्. अत्र अन्तिमवाक्यं किं भगिनि? द्रव्यप्रत्यक्षं प्रति समवायेन रूपस्य कारण तावत् इत्युक्ते किम्? द्रव्यप्रत्यक्षं प्रति मीन्स् द्रव्य घट्टप्रत्यक्षं यदि भवति घट्टप्रत्यक्षं तस्य कारणम् अहं पूर्वं दृष्टवन्तः समवायेन प्रथमविध समवायिकारणस्य कारणम् अस्ति घट्टप्रत्यक्षं प्रति रूपं समवायेन रूपस्य कारणत्वात् द्रव्यप्रत्यक्षं प्रति कारणम् अस्ति कारणतावत् यथा तत्र आसीत् भवत्या यथा तत्र प्रथम असमवायिकारणे आसीत् तथा अत्र गुणक्रिया जाति प्रत्यक्षं प्रति रूपं कारणम्. अपि च त्रितयं त्रितयम् इति पदम् अस्ति, भवती स्मरति वा कीदृशप्रत्ययः तत्र? महोदय तस्य चित्रमस्ति 108 त्रितयम् इत्युक्ते त्रि इति योज्य तपय इति प्रत्यय भवति तपकारस्य लोपः भवति त्रितय इति आगच्छति. त्रितय इति संख्या त्रयाणां समूहः अत्र गुणक्रिया जाति. साधु भगिनि, कस्य प्रश्नः अस्ति वा एतावता? आं महोदय, अत्र किञ्चित् मम इतोपि विवरणम् आवश्यकम् इति मन्ये. तत्र स्थलद्वये द्रव्यप्रत्यक्षं प्रति समवायनरूपस्य कारण तावत् इति एकम्, अपि च तस्मिन् पूर्वस्मिन् वाक्ये तस्य स्वसमवायसमयतत्त्वसम्बन्धेन रूपं कारणम् इति पूर्ववद् एव आगतं. तत्र पूर्ववद् इति पदस्य तत्र महत्त्वं किम्? अपि च द्वितीय अन्तिम तत्र वाक्यस्य विषये इतोपि किञ्चित् मम स्पष्टता. अस्तु, अन्तिमवाक्यं तु यत् पूर्वं सप्ताधिक एकशततमे चित्रे 107 इति तमे चित्रे तत् घटरूपं घटप्रत्यक्षम् इति आसीत्, कार्यं घटप्रत्यक्षं कारणं घटः, क्षम्यता 108 घटरूपम् इति कारणं, कारणं कार्यं घटप्रत्यक्षं तथा यथा तत्र कारणतावत् तथावत् अत्र पूर्ववत् एव आगतम् इति स्मारयन्ति अस्मान्, यथा तत्र रूप इत्युक्ते तत्र यद् अन्तिमं वाक्यमस्ति तत्तु तत्र इत्युक्ते केवलं तत्र रूपं तत्र घटगतरूपं कथं तत्र प्रत्यक्षं घटप्रत्यक्षं प्रति कारणम् अस्ति तत् तत्तु अवगतं, परन्तु तत्र कारणतावत् अपि च पूर्ववत् तत्र तस्य विषये मम किञ्चित् भ्रमः अस्ति, किमर्थं तथा वाक्यं रचितमस्ति इति. मम चिन्तनमस्ति भगिनि, यथा पूर्वं कारणं घटरूपम् अत्र एव इदानीमेव तथा अस्ति, पूर्वं कार्यं घटप्रत्यक्षं, घटप्रत्यक्षकारणं घटरूपं तथा अत्र तत्र समवायसम्बन्धः घटरूपं, विषयतासम्बन्धः घटप्रत्यक्षम्, अत्र मध्ये घटगतगुणक्रिया जाति इति मध्ये आगच्छति, कार्यं घटगुणक्रिया प्रत्यक्षं, तत्र एकोपि बाणः वामभागे एकः स्तरः उपरि नयामः चेत् मध्ये अन्तिमकार्यमस्ति घटगुणप्रत्यक्षं, मध्ये आगच्छति एकत्वं गुणः वा विषयतासम्बन्धेन, अधोभागे घटः अस्ति, दक्षिणभागे घटरूपम् इति कारणम् अस्ति. तथावत् यथा पूर्वम् एवम् आसीत् तथा एव यत्र समवायसम्बन्धः आसीत् इदानीं स्वसमवायिसमवेतत्वसम्बन्धेन रूपं कारणं घटगुणजातिक्रिया प्रत्यक्षं प्रति. महोदय क्षम्यतां, पुनः वदति वा एकवारं, क्षम्यतां. क्षम्यता भगिनी, साधु वा? किञ्चित् चिन्तयन्ती अस्मि तत्र यथा इत्युक्ते यथा द्रव्यप्रत्यक्षं प्रति तत्र रूपम् अस्ति तत्र कारणं मूलकारणम् आम्, तर्हि तदेव रूपम् इदानीं घटगत यत्किमपि घटगतगुणं प्रति कारणम् अस्ति, परन्तु घटप्रत्यक्षं प्रति रूपं तत्र घटप्रत्यक्षम् इदानीं तद्विषयः नास्ति, घटप्रत्यक्षमिति तत्र इत्युक्ते अन्तिमवाक्ये तत्र घटप्रत्यक्षं प्रति तत्र रूपम् अस्ति समवायिकारणं, परन्तु तदेव रूपं घटगतगुणम् इत्युक्ते घटगतरूपं रूपस्य प्रत्यक्षं प्रति, न तु घटगतरूपस्य रूपं प्रति, परन्तु घटगतरूपस्य प्रत्यक्षं प्रति असमवायि द्वितीयविधा समवायिकारणम् अस्ति इति एतत् वाक्यद्वयं वदति. सत्यं सत्यम्. एवं च द्रव्यसमेवत् समवेतं यत् इदं तृतयं, द्रव्यसमवेतम् एकत्वं क्रिया जाति इति यदस्ति तत् इदानीम् अधिकरणम् अस्ति, कार्याधिकरणं तदस्ति. अस्तु, रामपर्या भगिनी पुनः वदामि, 108 चित्रं पश्यति वा? तत्र कार्यं कारणं घटरूपं, समवायसम्बन्धेन घटे अस्ति, कार्यं घटप्रत्यक्षं विषयतासम्बन्धेन घटे अस्ति. इदानीं कारणं तदेव घटरूपं घटे अस्ति, घटे समवायसम्बन्धेन अस्ति एकत्वं क्रिया जातिः इति, तस्य प्रत्यक्षमिति कार्यं कार्यं तत् कार्यं, तर्हि इदानीम् अधिकरणम् अस्ति एकत्वं वा गुणः वा क्रिया जाति इति, तत्र न कारणतावच्छेदकसम्बन्धः स्वसमवायि स्वाश्रय वा समवेतत्वसम्बन्धः, कार्यतावच्छेदकसम्बन्धः विषयतासम्बन्धः यद् एकत्वं क्रिया जाति इति विषयः अस्ति यस्य प्रत्यक्षं भवति इति पुनः अग्रे एव आगच्छति इति साधु अस्ति वा प्रश्नः अस्ति वा पुनः राजेन्द्रमहोदय अग्रे पठति वा इतोपि स्पष्टं महोदय क्षम्यताम् अत्र एकः प्रश्नः अस्ति अत्र सन्ध्याभगिनी यदुक्तम् अत्र रूपं द्वितीयसमवायिकारणं गुणप्रत्यक्षस्य प्रति इति उक्तवती वा तत् सम्यक्तया न अवगतवती द्वितीयसमवायिकारणं कथम् अत्र विषयतासम्बन्धः आगच्छति किल निमित्तकारणं खलु हा निमित्तकारणं भवति हा अस्तु अस्तु राजेन्द्रमहोदय अग्रे पठति वा तथा च आं महोदय पुनः चर्चां कुर्मः परिच्छेदस्य अनन्तरं हा अस्तु तथा च कार्यतायां समवायसम्बन्ध अवच्छिन्न अनुपादाने गुणादिप्रत्यक्षनिमित्तकारणे रूपे अतिव्याप्तिः तदपि स्वसमवायिसंवेतत्व सम्बन्धेन एकत्वादिगुणे एकत्वादिगुणे क्रियासु घटत्वाद् आदिजातोः च स्थित्वा विषयतासम्बन्धेन तत् प्रत्यक्षं जनयति इति किञ्चित् सम्बन्ध अवच्छिन्न कार्यतापदेन अत्र तै विषयतासम्बन्ध अवच्छिन्न कार्यताम् आदाय रूपे अतिव्याप्तिः समवायसम्बन्ध अवच्छिन्न निवेशे तु नेयं तादृशी इति न अतिव्याप्तिः तदेव विस्तरेण समवायिकारणता असमवायिकारणता द्वय घटकसम्बन्ध निवेशसार्थक्यानि चिन्तितानि एतत् त्रितयकारणता विलक्षण कारणता भवति निमित्तकारणता सा अपि निरूपिता एतादृशकारणत्वविचारे अन्यविधौ विभागौ अपि शास्त्रालोचनरीतिपरिज्ञाय निरूप्यते अस्तु महोदय इदानीं प्रयत्नं करोमि खण्डशः पठित्वा तथा च कार्यतायां समवायसम्बन्ध अवच्छिन्न अनुपादाने गुणादिप्रत्यक्षनिमित्तकारणे रूपे अतिव्याप्तिः यदा यदि कार्यतां सम्बन्धे तत्र समवायसम्बन्ध अवच्छिन्न निष्कासयामः तदा तु गुणादिप्रत्यक्षनिमित्तकारणे रूपे अतिव्याप्तिः भवति एवं च यथा यदि वयं जानीमः यथा भवान् चित्र अष्टोत्तरशतं चित्रे आसीत् समवायसम्बन्धः घटप्रत्यक्षं विषयतासम्बन्धेन घटे वर्तते यदि वयं विषयतासम्बन्धः तत् अनुपदाने निष्कासयामः समवायसम्बन्ध अवच्छिन्न अनुपदाने गुणप्रत्यक्षं गुणादिप्रत्यक्षं निमित्तकारणे रूपे अतिव्याप्तिः तत् निष्कास्य यत्किमपि सम्बन्धः तत् योजयामः तत् तु तत्र तु निमित्तकारणे अतिव्याप्तिः अतिव्याप्तिः भवति निमित्तकारणे तत् निष्कासयामः चेत् अहं तत् तथैव चिन्तयामि अत्र तत्र वामभागे 113 इति चित्रमस्ति किल तत्रापि पश्यामि इदानीं तस्मिन् चित्रे वायुसम्बन्ध अवच्छिन्न या कार्यता अवच्छेदकसम्बन्धः आसीत् तत्र तत् निष्कासयामः चेत् तत् समवायसम्बन्धेन घट रूपं तु पटे अस्ति एतस्मिन् चित्रे, अपि च कारणं नीलरूपम् अस्ति, तन्तो स्वसमवायिसम्भे तत्र सम्बन्धेन कारणतावच्छेदकसम्बन्धः अस्ति, अपि च पटे तन्तु संवेतत्वसम्बन्धेन पटे अस्ति, परन्तु इदानीं वयं यदि समवायसम्बन्ध अवच्छिन्न निष्कासयामः चेत् तत्र तु निमित्तकारणे रूपे अतिव्याप्तिः भवति. पटे समवायसम्बन्धेन अस्ति, परन्तु तत्र निष्कासयामः चेत् तत्र तु निमित्तकारणम् अपि भवितुम् अर्हति, तथा तत्र अतिव्याप्तिः भवति. एवं वा महोदय? हा सत्यम्. अत्र तस्मिन् चित्रे यत्र नीलरूपम् अस्ति, सर्वे चिन्तयन्तु, यत्र नीलरूपम् अस्ति कारणं, तत्र घटगतरूपम् इति चिन्तयतु. घटगतरूपं घट यद्रूपम् अस्ति आकारः, यत्र तन्तुः अस्ति तस्मिन् स्थाने घटः भवतु, घटरूपं घटे अस्ति. यथा 108 चित्रे आसीत् तथा एव एषः, दक्षिणभागः समानः. वामभागे यत्र पटः अस्ति तत्र घटगतगुणः एकत्वं क्रिया जाति इति, तदस्ति अधिकरणम् इदानीं. पटस्य स्थाने एकत्वं गुणः क्रिया जाति इति, तत् घटे समवेतः अस्ति, किन्तु कार्यं घटगुणक्रिया प्रत्यक्षम्. यत्र पटरूपम् अस्ति तत्र घटगुणक्रिया जाति प्रत्यक्षम्. तदु तत्र यत्र समवायसम्बन्धः अस्ति, कार्यत्व अवच्छेदकसम्बन्धः, तत्र विषयतासम्बन्धः आगच्छति. यतोहि घटगुणक्रिया जाति प्रत्यक्षं, तस्य विषयतासम्बन्धेन एकत्वं क्रिया जाति इति अस्ति. मध्ये मध्ये यथा यत्र कार्यं पटरूपम् अस्ति तत्र गुणाः स्थापयामः, तत्र गुणप्रत्यक्षं न गुणः, गुणप्रत्यक्षं गुणप्रत्यक्षं गुणप्रत्यक्षं गुणः अस्ति पटे. यत्र पटः अस्ति तत्र एकत्वं क्रिया इति गुणाः. अवगतं वा सर्वैः? समानाधिकरणं समानाधिकरणम् एकत्वं गुणः वा क्रिया वा जाति वा, तत् समानाधिकरणं. पुनः कार्यता अवच्छेदकसम्बन्ध अत्र लिखितमस्ति, तदपि तदति रूपं घटगतरूपं स्वसमवायि समवेदत्वसम्बन्धेन एकत्वादिगुणे क्रियासु जाति जातौ इति. अवगतं? तदस्ति अधिकरणं, क्रिया गुणः जाति इति अधिकरणमस्ति. तत्र स्थित्वा विशेष वदतु. अस्मिन् चित्रे यथा चिन्तयामः, यत्र लिखितम् अस्ति तत् कारणं नीलरूपं, तत्र कपालरूपं कारणं भवति वा, भवितुम् अर्हति वा कपालरूपं? न, घटरूपमेव. कपालरूपमस्ति चेत् तत्र घटस्य स्थाने कपालः भवति, सर्वं भिन्नः भवति. घटस्य उदाहरणं स्वीकुर्मः, साधु भवति. घटरूपम् इति मूलकारणं, कार्यमस्ति गुणक्रिया जाति प्रत्यक्षम् इति कारणकार्यः. समानाधिकरणम् एकत्वं गुणक्रिया जाति इति समानाधिकरणम्. अवगच्छन्ति वा सर्वे? तमपि भगिनी अवगच्छति वा? आम्, घटगतरूपं तु घटे समवायसम्बन्धेन एव अस्ति किल, कारणतावच्छेदकसम्बन्धः. सत्यम्. अनन्तरं घटः, क्षम्यतां, घटगतगुणः इत्युक्ते एकत्वक्रिया सर्वे तु स्वसमवायी समवेतत्वसम्बन्धेन घटे एव अस्ति, घटे एव अस्ति. अस्तु, अनन्तरं घटेन घटेन एकत्वादिगुणे समवायसम्बन्धेन घटे समवायसम्बन्ध घटे समवेतम् अस्ति, स्वसमवायि समवेतत्वसम्बन्धेन गुणे अस्ति, गुणे क्रिया क्रियासु गुणासु इति गुणेषु इति. सन्ध्याभगिनी साधु अस्ति वा? गुणाः द्रव्ये वर्तते अथवा द्रव्यमपि गुणे वर्तते? गुणः द्रव्यसमवायेन अस्ति न वा? आम् आम्, समवेतः अस्ति. अत्र विद्याभगिनी किं वक्तुमिच्छति वा? न महोदय, इदानीं सम्यक् साधु अस्ति वा? साधु, हा हा, सम्यक् अस्ति महोदय. सन्ध्या भगिनी? आं महोदय. परन्तु विषयतासम्बन्धेन कः कस्मिन् अस्ति इदानीं? घटः घटगुणक्रिया प्रत्यक्षमेव घटगतगुणे अस्ति वा विषयतासम्बन्धेन? हा, विषयतासम्बन्धेन प्रत्यक्षं जनयति एकत्वं. एकत्वादिगुणे क्रिया लिखितमस्ति, गुणे स्थित्वा रूपं कारणं विषयतासम्बन्धेन प्रत्यक्षं जनयति. प्रत्यक्षं अन्ततो गत्वा, हा, प्रत्यक्षः घटः एकः घटः एकत्वं. सन्ध्या भगिनी, तत्र यद् रामप्रिया भगिनी पृष्टवती तत्र विषयतासम्बन्धेन किं कस्मिन् अस्ति इति, तर्हि विषयतासम्बन्धेन अत्र प्रत्यक्षं यदि एकत्वम् इति स्वीकुर्मः, एकत्वम् इति गुणस्य प्रत्यक्षम् एकत्वे अस्ति इति सम्यक् वा? आम् साधु. अस्तु, ज्ञान प्रत्यक्षमिति ज्ञानं, तस्य विषयः अस्ति एकत्वम्. आम् महोदय, पुनः संक्षेपेण यदि वामभागे उपरितनस्तरे तत्र रूपं रूपमिति स्वीकुर्मः, रूपमिति रूपं स्वीकुर्मः, तत् घटे स्वसमवायिसम्बन्धेन अस्ति घटस्य वामभागे रूपं वा? दक्षिणभागे, दक्षिणभागे. अनन्तरं वामभागे घटस्य उपरि उपरि स्तरे घटत्वजाति क्रिया अपि च एकत्वम् इत्यादि गुणाः अपि तत्र सन्ति. किमर्थं? अस्तु, अस्तु, एकत्वादि गुणः अपि तस्मिन्नेव स्तरे सन्ति. इदानीं घटरूपं स्वसमवायि समवेतत्वसम्बन्धेन एकत्वं घटत्वं एकत्वे घटत्वे क्रियासु अस्ति इति वाक्यम्. अनन्तरं विषयतासम्बन्धेन कार्यमस्ति प्रत्यक्षं, तत्र घटस्य घटरूपस्य घटरूपस्य प्रत्यक्षं खलु, घटरूपस्य प्रत्यक्षं वा? न केवलं घटरूपस्य प्रत्यक्षम् अपि रूपस्य प्रत्यक्षं न, एकत्वस्य क्रियायाः वा जातेः प्रत्यक्षम्? आम् अस्तु, जातेः प्रत्यक्षं वा क्रियायाः वा एकत्वसङ्ख्यायाः प्रत्यक्षं भवति. तत् ज्ञाने विषयतासम्बन्धेन वर्तते. यदि यदि समवायसम्बन्धः कार्यतावच्छेद कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति न वदामः चेत् तत्र विषयतासम्बन्ध अवच्छिन्न एकत्वे घटत्वे वा अतिव्याप्ति भवति रूपे रूपे अतिव्याप्ति भवति अस्तु समवायसम्बन्धस्य स्थाने विषयतासम्बन्धः अन्यत् सर्वं समानं स्वसमवायसमवेदितसम्बन्धे समानम् अस्तु इति समानं दक्षिणवाक्ये समानं केवलं विषयतासम्बन्धः अस्ति समवायसम्बन्धस्य स्थाने कारणस्थाने निमित्तकारणम् आगच्छति न तु असमवायिकारणम् अस्तु राजेन्द्रमहोदय स्पष्टमस्ति वा इदानीं महोदय किञ्चित् मया चिन्तनीयं किञ्चित् वदतु यदवगतम् अत्र यदि समवायसम्बन्ध अवच्छिन्न तत् निष्कासयामः तथा किं भवति अत्र घटप्रत्यक्षं घटप्रत्यक्षस्य स्थाने घटगुणप्रत्यक्षम् इति चिन्तयतु न केवलं घटप्रत्यक्षं एकत्वं वा क्रिया वा जाति तस्य प्रत्यक्षम् इति कार्यम् कार्यं घटगुणादि घटगुणः प्रत्यक्षं तत् कार्यं तत्र समवायसम्बन्ध अवच्छिन्न तत् निष्कासयामः चेत् तत्र विषयतासम्बन्ध चिन्तयतु विषयतासम्बन्ध अवच्छिन्न कार्यतां तत्र निवेशयामः चेत् रूपे अतिव्याप्तिः भवति यथा अत्र अत्र चिन्तयतु कार्यम् इति यथा भवता उक्तं कार्यं घटगुणप्रत्यक्ष एकत्वम् इति स्वीकुर्मः एकत्वस्य प्रत्यक्षम् इति कार्यं तस्य मूलकारणम् अस्ति रूपं यतोहि रूपं नास्ति चेत् एकत्वमिति न जानी ज्ञातुं शक्नुमः किल इत्युक्ते वायौ न जानीमः तथा वायुरूपं नास्ति तर्हि वायोः एकत्वस्य प्रत्यक्षं न भवति इति साधु किल तर्हि इदानीं कार्यम् एकत्वप्रत्यक्षं कारणं घटरूपं मध्ये किं किम् आगच्छति घटरूपं कुत्र अस्ति घटरूपं तु समवायसम्बन्धेन घटे अस्ति सत्यं घटे एकत्वम् इति कुत्र अस्ति घटे अस्ति घटरूपे एकत्वं कुत्र अस्ति घटे घटे घटे अस्ति केन सम्बन्धेन समवायसम्बन्धेन तर्हि एकत्वं रूपं प्रति कथं भवति रूपं स्वसमवायिसमवेदत्वसम्बन्धेन एकत्वे अस्ति तदेकत्वम् अस्ति विषयतासम्बन्धेन एकत्वस्य प्रत्यक्षं प्रति कार्यं कारणम् कार्यम् एकत्वप्रत्यक्षं तस्य विषयतासम्बन्धेन कारणम् अस्ति एकत्वम् इति अधिकरणे एकत्वे द्वयमपि आगच्छति विषयतासम्बन्धः आगच्छति स्वसमवायिसमवेदतसम्बन्धः अपि तत्र आपतति एकस्मिन् अधिकरणे तत्कारणतः रूपे अतिव्याप्ति आगच्छति किन्तु घटं रूपं तु निमित्तकारणम् अस्ति न घटप्रत्यक्षं प्रति निमित्तकारणम् अस्ति रूपं तस्मात् अतिव्याप्तिः अस्ति साधु वा आम् आम् आम् महोदय अस्तु तर्हि पुनः तत्र तेन इत्युक्ते तत्र किञ्चित् सम्बन्ध अवच्छिन्नतकार्यतापदेन विषयतासम्बन्ध अवच्छिन्नता इति वदामश्चेत् अतिव्याप्तिः भवति तस्मात् समवायसम्बन्धः इति अवश्यं पदमिति अवश्यं तस्मात् पठति वा समवायसम्बन्धसम्बन्ध अवच्छिन्नत्व निवेशे समवायसम्बन्ध अवच्छिन्नत्वनिवेशे तु न अयं तादृशी इति न अतिव्याप्तिः यथा समवायसम्बन्धः तत् पिजामः तत् न तादृशी अतिव्याप्तिः तत्र न न भवति यथा यथा रूपं घटे समवायसम्बन्धेन अस्ति तत्कारणात् तत् रूपे अतिव्याप्तिः न भवति तदेवं विस्तरेण समवायिकारणता असमवायिकारणता कारणता द्वय घटकसम्बन्धनिवेश निवेशसार्थक्यानि चिन्तयानि तथैव तत्र समवायिकारणता अपि च असमवायिकारणता कारणता द्वयघटकसम्बन्ध चिन्तयामः तत् निवेशयामः तत् धलसार्थक्यं भवितुम् अर्हति तत् अतिव्याप्तिः न भवति एवं महोदय अपि च एतावता किञ्चित् विषयः भिन्ना अत्र धलसार्थक्यं समाप्तम् इदानीम् एवं विस्तरेण अस्माभिः चर्चितं समवायिकारणता प्रथमविध असमवायिकारणता द्वितीयविध असमवायिकारणता तत्र सत्र सम्बन्धनिवेशनं दलसार्थक्यं कथं भवति इति एतावता इति विषयः समाप्तः विषयः चिन्तितानि इति समापनं करोति विषयस्य सर्वं चर्चितं समवायिकारणं किम् असमवायिकारणं के तत्र सम्बन्धनिवेशं कथं भवति सार्थक्यं कथं भवति इति अस्माभिः चर्चितं पूर्वं पञ्चषट् पुटे यत् किमपि आसीत् तत्सर्वम् इति सारांशेन सह वदति इति अग्रे वदति एतत् अधुना पूर्वस्मिन् परिच्छेदे अन्तिम वाक्यद्वयम् अधुना स्पष्टम् आसीत् इत्युक्ते तत् प्रत्यक्षं प्रति स्वसमवायसमवेतत्वसम्बन्धेन रूपं कारणमिति पूर्ववत् एव आगतं यथा सन्ध्याभिज्ञः प्रश्नः इदानीम् अवगतं मया न किं किम् इति अवगतं पुनरेकवारं वदतु भगिनि न रूपं रूपं रूपं रूपे अतिव्याप्तिः भवति इत्युक्ते क्रियाजातिगुणः अत्र एकत्व गुणपरिमाणः आदिगुणगुणाः क्रियाजाति एते गुणाः रूपं रूपं स्वसमवायसमवेतत्वसम्बन्धेन एकत्व क्रिया जातौ अस्ति यदि अपि च रूपं घटप्रत्यक्षं प्रति रूपं रूपं कारणमस्ति रूपं निमित्तकारणमस्ति किन्तु किन्तु अत्र अत्र एतस्मिन् वाक्ये किञ्चित् सम्बन्ध अवच्छिन्नकारणता इति वदामः चेत् कार्यता दले समवायसम्बन्धः इति न वदामः चेत् तत्र अन्यसम्बन्धः अपि अन्यसम्बन्धस्य निवेशनं भवितुम् अर्हति अत्र अन्यसम्बन्धः किम् अस्ति चेत् विषयतासम्बन्धः विषयतासम्बन्धेन घटरूपं घटस्य घटरूपं घटस्य एकत्वं प्रति वा घटस्य परिमाणादेशः वा घटस्य क्रियां प्रति वा घटरूपं कारणं घटरूपं कारणं भवति इति तत्र अतिव्याप्ति इत्युक्ते अस्माकं मूलकार्यम् आसीत् घट मूलकार्यं अहम् अत्र चिन्तितवती तत्र पूर्ववद्देव इत्यस्य विषये भवती वदन्ती अस्ति तर्हि अतः पुनः पृष्टवती पुनः परन्तु तत् पूर्ववदेव इति पदस्य मम पूर्ववत् इति इति तत् किमर्थम् आगतम् इत्युक्ते तत्र पृष्ठसङ्ख्या सप्तत्रिंशत् अधिक पुटे सप्तत्रिंशत् सप्तचत्वारिंशत् अधिक एकशतं तस्मिन् पुटे चित्रमस्ति अष्टोत्तर एकशतं तत्र एतत् सर्वं निरूपितं कथं घटरूपं विषय घटरूपं घटप्रत्यक्षं प्रति कारणमिति तद्वितीय तत्र अन्तिमे वाक्ये तद् अस्ति किल द्रव्यप्रत्यक्षं प्रति समवायनरूपस्य कारण तावत् इति यदि वदामः तर्हि तद् तत्र 147 मध्ये तद् निरूपितमस्ति तद् अवगच्छामि स्वसमवायिसमवेतत्वसम्बन्धेन रूपं कारणम् इति पूर्ववद् आगतम् इति तत्र पुनः पुनः मम पूर्ववद् इत्यस्य विषये प्रश्नः अस्ति अस्तु अहम् एतस्य विषये किञ्चित् इतोपि चिन्तयामि प्रायः भगिनि रूपं कारणम् इति पूर्ववद् आगतं स्वसमवाय सम्बन्धः निष्कासयतु रूपं कारणम् इति पूर्वं यथा पूर्वम् आसीत् इत्युक्ते यथा पूर्वं प्रत्यक्षं प्रति रूपं कारणम् आसीत् तथैव पुनः प्रत्यक्षं प्रति रूपं कारणं केन सम्बन्धेन इति भिन्नविषयः इति पूर्वं द्रव्यप्रत्यक्षं प्रति समवायेन रूपं कारणम् आसीत् इदानीं भिन्नसम्बन्धेन रूपं कारणं तर्हि यथा पूर्वम् एकवारं दृष्टम् अस्माभिः रूपं कारणम् अस्ति द्रव्यप्रत्यक्षं प्रति तथैव पूर्ववदेव पुनः रूपम् इति द्रव्यगत गुणस्य प्रत्यक्षं प्रति पुनरेकवारं रूपमेव कारणम् इत्यादिकं प्रायः इति मम अवगमनमस्ति अस्तु क्षम्यताम् अहं सर्वान् पीडितवती एतेन अस्माकम् अवगमनम् इति दृढा भवति सम्यक् अस्ति तत्र शीर्षकमपि अस्ति महोदय 146 मध्ये द्रव्यप्रत्यक्षे रूपस्य समवायेन कारणत्वम् इति तदेव अत्र एतद् वाक्यम् इति चिन्तयामि द्रव्यप्रत्यक्षं प्रति समवायेन रूपस्य कारणतावत् इति सत्यम् अस्ति तदेव प्रायः अस्तु धन्यवादः मम एकः प्रश्नः अस्ति अवश्यम् अत्र वायुः स्पर्शेन ग्रहीतुं शक्नुमः इति उक्तं तर्हि अत्र स्पर्शेन वायुत्वम् अपि ग्रहीतुं शक्नुमः वा गुणः तु न ग्रहीतुं शक्नुमः अनुमानेन एव ज्ञातुं शक्नुमः अपि च गतिः अपि च वायुत्वं स्पर्शेन ग्रहीतुं शक्नुमः वा वायो जाति नास्ति इति अहं चिन्तयामि वायु विभूद्रव्यम् अपि च नित्यद्रव्यम् इति कृत्वा तत्र जाति नास्ति इति अहं चिन्तयामि अतः प्रथमवाक्यमासीत् वायुत्वम् अपि च द्रव्यत्वम् इति आसीत् खलु तत्र आम् अस्ति आम् सत्यमस्ति स्पर्शः अपि निमित्तकारणं भवति वा अत्र वायो विद्यमानः वायुत्वम् इति जातेः स्पर्शः निमित्तकारणम् इति वक्तुं शक्नुमः वा यथा रूपं निमित्तकारणम् वायुत्वप्रत्यक्षं प्रति स्पर्शः निमित्तकारणम् इति यथा अत्र रूपं निमित्तकारणम् अस्ति तथैव अत्र वक्तुं शक्नुमः वा इति दृश्यते किन्तु वायुत्वम् इति किमर्थं तत्र दत्तम् इति महोदयं प्रष्टव्यं मया मम अवगमने तत्र वायुत्वम् इति जाति नास्ति इति खलु जाति नास्ति वायुः जाति नास्ति जाति नास्ति धर्मः अस्ति न वा वायुः धर्मः तेजसः भिन्नः वायुः इति आकाशः नास्ति, वायुत्वमिति आकाशत्वं नास्ति, तर्हि किञ्चित् अस्ति तत्र न मम प्रश्नः अस्ति मया सम्यक् धर्मः भवितुम् अर्हति, जाति नास्ति वायो, धर्मः भवितुम् अर्हति किन्तु जाति नास्ति, वायु विभुद्रव्य नास्ति, वायु मूर्तद्रव्य अस्ति, मूर्तद्रव्यम् अविभु मूर्तद्रव्यमपि अस्ति, मूर्तद्रव्यमस्ति खलु, वायु विभुद्रव्यम् उक्तवती तथा तस्मिन् क्रिया अस्ति, यत्र क्रिया अस्ति तत्र विभुद्रव्यं न भवितुं शक्नोति. परन्तु तथापि यदि एक एक वायु अस्ति तत्र जाति न भवितुम् अर्हति, अहं चिन्तयामि धर्मः एव भवति, धर्म भवितुं शक्नोति वायुत्वं द्रव्यत्वम्. अस्तु चिन्तनं सम्यक् अभवत्, प्रश्नः नास्ति चेत् अत्र विषयान्तरं भवति. प्रश्नः अस्ति वा केनापि कस्यापि? अग्रे सरं तर्हि सन्ध्या भगिनी पठति वा फलोपधानपदा, प्रश्नः अस्ति वा कस्य? अस्तु सन्ध्या भगिनी पठति वा. फलोपधानपदार्थः तदादौ स्वरूपयोग्यत्वं फलोपधायकत्वम् इति विभागं परिशीलयामः. एतादृशविभागज्ञानाय आदौ फलोपधानपदार्थः ज्ञातव्यः. कार्यस्य कस्यचित् उत्पत्तौ सत्यां तत्र सर्वाणि कारणानि सन्त्येव इति वयम् अवगच्छामः. एतादृशसर्वकारणसमुदायस्यैव शास्त्रे सामग्री इति संज्ञा भवति. दण्डचक्रकपालकुलालकपालद्वयसंयोगादीनि असाधारणकारणानि. दिक्कालादयः सप्तसाधारणकारणानि एतेषां समुदायस्य भवति सामग्री इति संज्ञा. तर्हि फलोपधानपदार्थः इति अत्र इदानीं नूतनविषयः. तस्य ज्ञानं प्राप्तुं स्वरूपयोग्यत्वं फलोपधायकत्वम् इति तत्र विषयद्वयमस्ति, तद् जानीमः. यदा कार्यस्य उत्पत्तिः भवति तदा तत्र सर्वाणि कारणानि भवन्ति इति वयं जानीमः. तर्हि एतेषां सर्वेषां कारणानां तत्र समुदायः तत्र सामग्री इति उच्यते. तत्र सामग्रीषु तत्र दण्डः चक्रं कपालः कुलालः कपालद्वयसंयोगः इत्येतानि सर्वाणि असाधारणकारणानि केवलं तत्र घटस्य निर्माणे. अनन्तरं दिक् कालः तत्र ईश्वरस्य इच्छाकृति प्रयत्नः इत्यादिकं किल तत्र इतोपि कारणानि तत्र ज्ञानं तर्हि कालः ज्ञानम् ईश्वरस्य इच्छाकृतिप्रयत्नः इतोपि सप्तमः धर्मः इति चिन्तयामि. धर्माधर्मौ अपि च अदृष्टः अपि किञ्चित् अस्ति तत्र. इतोपि अस्ति वा? अष्ट आरम्भे षडेव आसीत्, इदानीं सप्त इति आगतम्. अस्तु तर्हि एतानि साधारणकारणानि अपि वर्तन्ते. तर्हि असाधारणकारणानि सर्वाणि साधारणकारणानि सर्वाणि मिलित्वा तेषां नाम सामग्री इति भवति. साधु अग्रे लक्ष्मी भगिनी पठति वा? प्रश्नः अस्ति वा एतावता? अत्र किमित्युक्ते अत्र महोदयेन उक्तं यत्र पूर्वं कारणविषये समवायिकारणम् असमवायिकारणमिति एकं विभागः, अत्र भिन्नविभागः स्वरूपयोग्यत्वं फलोपदायकम् इति भिन्नविभागः कारणस्य भिन्नचिन्तनं. साधु अग्रे लक्ष्मी भगिनी पठति वा एतादृश? एतादृशसामग्र्योः भवति विपरीतो नियमः. सामग्र्याः क्षम्यताम् एतादृशसामग्र्याः भवति विपरीतो अपि नियमः, पूर्वत्र उक्तः नियमः, यत्र कार्यं तत्र कारणम्। इदानीम् उच्यमानः विपरीतः, यत्र सामग्री तत्र कार्यम् इति नियमः। अस्तु, एतादृशसामग्र्याः भवति विपरीतो अपि नियमः इत्युक्ते इयं च सामग्री यस्मिन् क्षणे एकत्र आयाति तदग्रिमक्षणे अवश्यं कार्य उत्पत्तिः। एतादृशकार्य उत्पाद एव फलोत्पादनपदेन शास्त्रे व्यवह्रियते। इदं च फलोपधानं सामग्रीसाध्यम् इति एतावता विवरणेन आयातम्। एवं सति यत्र सामग्री समवधानं न वर्तते, कतिचित् एव तु दण्डचक्रादिघटकारणानि सन्निहितानि, तत्र कार्यफलोपदान अभावे अपि दण्डादीनां कारणता न व्याहन्यते। तथा च फलोपदान अभावे अपि या कारणता स एव शास्त्रे स्वरूपयोग्यत्वम् इति व्यवह्रियते। अस्तु, एतादृशसामग्र्याः भवति विपरीतो अपि नियमः। अस्तु, विपरीतनियमः इति अहं सम्यक् न अवगतं, किन्तु अग्रे पूर्वमुक्तनियमः यत्र कार्यं तत्र कारणम् इति पूर्वमुक्तनियमः, अधुना तस्य विपरीतमस्ति इति अहं चिन्तयामि। सामग्री इति चिन्तनेन अन्यनियमः आगच्छति इति अन्यनियमः, यत् पूर्वस्मिन् उक्तः यत् नियमः अस्ति तस्य विपरीतं भवति। सामग्र्याः इत्युक्ते तेषां सामग्र्याः भिन्ननियमः अपि अस्ति, तत् अग्रे उच्यते। अस्तु, इदानीम् उच्यमानः विपरीतः, यत्र सामग्री तत्र कार्यम् इति नियमः। अस्तु, नूतननियमः अस्ति, यत्र सामग्री अस्ति तत्र कार्यं भवति। इयं च सामग्री यस्मिन् क्षणे एकत्र आयाति तद् अग्रिमक्षणे अवश्यं कार्योत्पत्तिः। अस्तु, पूर्वम् अस्तु, यत्र सामग्री यस्मिन् क्षणे एकत्र सामग्री एकत्री भवति तत् अग्रिमक्षणे कार्योत्पत्तिः भवति इति नूतननियमः। यत् पूर्वम् अस्माकं नियमः आसीत् कार्यकारण एकस्मिन् अधिकरणे कार्यं कारणमपि भवेत्, कार्यस्य उत्पत्ति पूर्वं कारणं भवेत् इति पूर्वं तत्तु अस्ति, किन्तु अत्र अस्ति यत्र कार्यमस्ति तत्र कारणं भवेत् इति जानीमः इति पूर्वम्। आम्, घटः अस्ति चेत् सर्वाणि कारणानि भवेत्, नो चेत् घटोत्पादनं न भवति। अत्र विपरीतरीत्या उक्तं, यत्र सर्वाणि कारणानि सन्ति घटं प्रति, तस्य अग्रिमक्षणे घटोत्पत्तिः भवेत्। सर्वाणि कारणानि सन्ति चेत् उत्पत्तिः भवेत्, कार्योत्पत्तिः भवेत् इति नूतना दृष्टिः। अस्तु, एतादृशकार्योत्पाद एव फलोत्पादनपदेन शास्त्रे व्यवह्रियते। तस्य नूतननामकरणमस्ति फलोपधानपदम् इति यत्र सर्वाणि सामग्री एकत्री भवन्ति तत्र अग्रिमक्षणे कार्योत्पत्तिः भवति, तत्र फलोपादनम् इति नूतननाम नाममिति अहं चिन्तयामि। इदं च फलोपादनं सामग्री साध्यम् इति एतावता विवरणेन आयातम्। सामग्री साध्यम् इति फलोत्पादनं नाम कार्योत्पत्ति सामग्री द्वारा साध्यम् इति आगच्छति. एवं सति यत्र सामग्री समवाधानं न वर्तते, यदि यदि यदि सर्वाः सामग्रीः न वर्तते, यत्र कार्योत्पादनार्थं सामग्री न वर्तते तत्र कतिचित् एव तु दण्डचक्रादिघटकारणानि सन्निहितानि, तत्र कार्योफल उपादान अभावे अपि दण्डादिनं कारणात्ता न व्याहन्यते. अस्तु, घट उत्पादनार्थं दण्डचक्रादि आवश्यकं. यद्यपि दण्डचक्रादि सर्वं तत्र सन्ति, सन्निहितानि, ते सर्वे एकत्र सन्ति, अपि च किन्तु कार्य उत्पादन घट उत्पादनं न भवति कार्योफल उपधान अभावे अपि, सो घट उत्पादनं न भवति तथा दण्डादीनां कारणता न व्याहन्यते. व्याहन्यते इत्युक्ते तथा दण्डादीनां यत्र घट उत्पत्ति न भवति किन्तु सामग्री घट उत्पादनार्थं सामग्री सन्ति एकत्र तत्र दण्डादीनां कारणता इति स्वीक्रियन्ते वा न स्वीक्रियन्ते, व्याहन्यते इति पदस्य इत्युक्ते निराक्रियते, न निराक्रियते. ओ, न निराक्रियते. अस्तु, इत्युक्ते स्वीक्रियते एव. अस्तु अस्तु, यस् इत्युक्ते अत्र कारणता सन्ति, सामग्री सन्ति, किन्तु फलोत्पादनं न अभवत्, फलोत्पादनं न अभवत्. सर्वाणि सामग्र्यः न सन्ति, सामग्री सम अवधानं न वर्तते, किञ्चित् एव कतिचित् एव तत्र सन्ति, तत् का फलोत्पादनं न भवति. तथापि ये कारणानि सन्ति तेषां कारणता न निराक्रियते. निराक्रियते. अस्तु, ते अपि कारणं भवितुमर्हन्ति इति अग्रे पठतु. तथा च फलोत्पादन अभावे अपि या कारणता स एव शास्त्रे स्वरूपयोग्यत्वम् इति व्यवह्रियते. यद्यपि फलं न दृश्यते अथवा कार्यं न दृश्यते, घटकार्यं न भवति, तथापि कारणता स्व एव इत्युक्ते दण्डादिचक्रं घटोत्पादनार्थं कारणमिति शास्त्रे स्वीक्रियन्ते, इत्युक्ते स्वरूपयोग्यत्वम् इति शास्त्रे स्वरूपयोग्यत्वम् इत्युक्ते घटोत्पादन कारणस्य स्वरूपं दण्डचक्रादि यद्यपि घटस्य उत्पादनं न भवति तथापि दण्डाचक्रादि एव कारणमिति स्वीक्रियन्ते इति चिन्तयामि. तादृशदण्डे यः दण्डः एतावता घटं न उत्पादितं तेन येन दण्डेन घटः न उत्पादितः तादृशदण्डः तस्मिन्नपि कारणता अस्ति, तादृशकारणतः नाम अस्ति स्वरूपयोग्यत्वम्. दण्डः अस्ति, चक्रमस्ति, अनेन दण्डेन चक्रभ्रमणं न कृतं, घटोत्पादनं न अभवत्, तथापि दण्डे योग्यता अस्ति, तादृशकारणता फलोपदान अभावे अपि दण्डे या कारणता अस्ति तैव शास्त्रे स्वरूपयोग्यत्वम् इति व्यवहारः अस्ति. साधु सर्वे अवगच्छन्ति वा, प्रश्नः अस्ति वा? अस्तु महोदय, किञ्चित् भिन्नचिन्तनं वदतु। फलोपदानत्वं स्वरूपयोग्यत्वम् इति एक फलोपदानविषये कार्योत्पत्तिः दर्शितं साधितं, कुत्रचित् कार्योत्पत्तिः न दर्शितं न साधितं तथापि कारणता स्वीक्रियते, योग्यत्वं स्वीक्रियते इति उदाहरणम् अद्य आगच्छति। कस्य प्रश्नः अस्ति वा? नो चेत् फलोपदायकत्वमपि कारणमेव वा? कार्यत्वं कारणत्वं क्षम्यतां, कारणत्वं वा इति चिन्तयामि। आम्, फलोपदायकम् इत्युक्ते एकादश कारणत्वं, येन कारणत्वं येन कारणत्वेन कार्यं साधितम्। अस्तु अस्तु, रामप्रियभगिनी अग्रे पठति वा कश्चित्। आम् आम् महोदय, स्वरूपयोग्यतानिरूपणं। कश्चित् अतिथिः गृहम् आगतः, सायङ्काले सन्ध्यावन्दने प्रवर्तते, गृहस्थानि पात्राणि घटादीनि आधातुं यदा प्रवर्तते तदा सः पात्रेषु किं ज्ञात्वा प्रवर्तते इति चिन्तनीयं, न सः केवलं पात्रत्वं दृष्ट्वा प्रवृत्तः। तथा सति यत्किञ्चित् पात्रे अपि दर्व्यादौ प्रवर्तेत, अतः सः घटादौ सन्ध्यावन्दनसाधनतां ज्ञात्वा एव प्रवर्तते इति अवश्यं स्वीकार्यं, परन्तु तेन पुरुषेण तानि अस्मद्गृहस्थानि पात्राणि आदाय प्राक् कदापि न सन्ध्या अनुष्ठिता खलु, तर्हि कथं सः पात्रेषु सन्ध्यावन्दनसाधनतां जानीयात्? अस्तु, उदाहरणरूपेण दत्तमस्ति द्वितीयविधकारणता स्वरूपयोग्यतानिरूपणम् इति भागे, तत्र यदा कोऽपि अतिथिः गृहम् आगतः चेत् सन्ध्यावन्दन सायङ्काले सन्ध्यावन्दन कर्म अनुष्ठितः चेत् तत्र गृहे स्थितानि पात्राणि इत्युक्ते घटादीनि तस्य समीपे यदा वयम् आनयामः चेत् आदातु, आम् तत्र स्वयमेव यदा स्वीकृतः चेत् तत्र किं ज्ञात्वा पात्रेषु किं ज्ञात्वा प्रवर्तते इत्युक्ते किं पात्रं सः नयति इति चिन्तनं वा, तस्य चिन्तनं तादृशं वा, कथं सः एकं पात्रं स्वीकरोति, किं चिन्तनं तस्य मनसि? ओ अस्तु अस्तु, न सः केवलं पात्रत्वं दृष्ट्वा प्रवृत्तः, पात्रत्वम् इति एव दृष्ट्वा सः न स्वीकरोति, परन्तु यत्किञ्चित् पात्रे अपि दर्व्यादौ प्रवर्तते, यत्किमपि पात्रं भवतु, पात्रत्वं केवलं चिन्तयति चेत् किमपि पात्रं भवतु, यत्किञ्चित् पात्रे अपि सः दर्वी स्वीकृत्य प्रवर्तते, केवलं पात्रत्वं तथा सति यत्किमपि यत्किमपि पात्रं सः स्वीकरोति, किन्तु तथा न, अतः सः घटादौ सन्ध्यावन्दनसाधनतां ज्ञात्वा एव प्रवर्तते इति अवश्यं स्वीकार्यं, सन्ध्यावन्दनसाधनतां ज्ञात्वा तत् पात्रं तद् विषये सन्ध्यावन्दनसाधनतां विषये अनुकूलः अस्ति इति एव चिन्तयित्वा स्वीकरणीयम् इति वा? साधु, अस्तु, परन्तु तेन पुरुषेण तानि अस्मद् गृहस्थानि पात्राणि आदाय प्राक् कदापि न सन्ति, तत्तु अतिथिः अस्ति अतः पूर्वम् एतत् पात्राणि सः आदाय किं सन्ध्यावन्दनानुष्ठानं न कृतवान्, तर्हि कथं सः जानीयात् एतत् पात्रमेव स्वीकरणीयम् इति, उचितं पात्रम् एतद् इति कथं सः जानीयात् इति प्रश्नः. सत्यम्, एतत् पात्रं योग्यम् इति सः कथं जानाति इति. अग्रे प्रश्नः अस्ति वा एतावता महोदय? अत्र क्षम्यताम्, अत्र परन्तु गृहे यदि कोऽपि अस्ति सः तेषु पात्र तानि पात्राणि स्वीकृत्य सन्ध्यावन्दनं कृतवान् इति चेत् तर्हि तस्मिन् पात्रे तु फलोपदायकत्वम् अस्ति. सः वक्तुं शक्नोति खलु अत्र अस्मिन् पात्रे फलोपदायकत्वम् अस्ति इति, इत्युक्ते तर्हि तत्र फलोपदायकत्वम् अस्ति वा न वा इत्युक्ते मम कृते अस्ति न वा इति एव द्रष्टव्यं वा, अथवा पात्रे अस्ति न वा इति द्रष्टव्यं वा? तस्य दृष्ट्या, तस्य दृष्ट्या सः न जानाति पात्रं योग्यं वा न जानाति इत्युक्ते फलोपदायकमिति न जानाति, योग्यमिति सः चिन्तयति. परन्तु अत्र उदाहरणं अरण्ये दण्डः अस्ति, दण्डे योग्यत्वम् अस्ति न वा इति तस्मिन् विषये यतोहि तत्र पूर्वं कदापि वयं तेन दण्डेन घटं न निर्मितम् इति कृत्वा वयं तत्र स्वरूपयोग्यता इत्यस्मिन् विषये स्पष्टमस्ति. परन्तु अत्र गृहे कोऽपि आगच्छति चेत् तत्र तेषु तानि पात्राणि स्वीकृत्य पूर्वं सन्ध्यावन्दनं कोऽपि कृतः चेत् तत्र तदेव वयं ददामः. किन्तु भगिनि अरण्ये दण्डः अस्ति, मया न दण्ड घटं घटेन उपयुक्तं, किन्तु अन्यः कोऽपि प्रयुक्तवान् आसीत्, वयम् अहं न जानामि किल. मम नूतनदण्डः अरण्ये इदानीमेव वृक्षे अस्ति, तत् स्वीकृत्य दण्डं कृत्वा तत्र उपयोगं करोमि चेत् तत्र अस्ति, तत्र न जानीमः. अत्र अस्मिन् उदाहरणे मम अवगमनमस्ति यत् गृहे यः कोऽपि गृहस्थः अस्ति सः नास्ति, अपि च अतिथिः एकाकी एव. अतः एव तस्य प्रश्नः, नो चेत् गृहस्थः यः यजमानः अस्ति सः वदति. द्वितीयपञ्चपात्रं नास्ति इति चिन्तयित्वा वयं स्वीकर्तुं शक्नुमः. एकमेव अस्ति गृहे इति, अन्यत् किमपि पात्रम् आनयतु इत्युक्ते किं पात्रं सः स्वीकृतम्? अस्मिन् परिच्छेदे सः विकल्पः न अस्ति, गृहे कोऽपि अस्ति वा नास्ति वा कमपि प्रष्टुं शक्नोति वा, सः विकल्पः नास्ति, तत्कारणात् तत्र चिन्तयामः तत् गृहे कोऽपि नास्ति. तादृश स्वीकर्तव्यं भवति अस्माभिः. सत्यं पूर्वं न कृता, पूर्वं न तेन किं वदामि, कोऽपि स्मरति वा अनुष्ठिता इत्युक्ते किं कृता इत्येव अर्थः स्यात् महोदय, बहुत्र अन्यत्रापि पठितं तथा अनुष्ठिते तथा कृते इति. कृते स्थादातु भगिनि, स्थितः स्थादातु. अस्तु अस्तु, अग्रे परिच्छेदः राजेन्द्रमहोदय पठति वा? आम् महोदय. अतः इत्थं वक्तव्यम्, इतः पूर्वं विद्याभगिनी न पठितवती, न पठितुमिच्छति, न उक्तवती, पठति वा भगिनी विद्याभगिनी? पठितुं न न महोदय, पुस्तकं नास्ति मम पुरतः. अतः इत्थं वक्तव्यम्, इतः पूर्वं तैः पात्रैः सन्ध्या न अनुष्ठिता इति फलोपदानं न जानीयात् नाम, अन्यां काञ्चन कारणतां सः जानाति, सा कारणता एव स्वरूपयोग्यत्वरूपा इति, घटत्वादिजातिः यत्र सः पश्यति तत् तादृशस्वरूपयोग्यत्वं पश्यति, अयोग्ये पाक आदि साधने पात्रे न सः घटत्वं पश्यति इति, न तत्र स्वरूपयोग्यत्वम् अपि पश्यति, अतः न पाकसाधनपात्रं सन्ध्यार्थम् उपाधते. इदानीम् अत्र यस्मिन् परिच्छेदे किं दत्तमस्ति अत्र इत्थं तथा वक्तुं शक्नुमः. इतः पूर्वं इतः पूर्वं सः अतिथिः तैः पात्रैः सन्ध्या न अनुष्ठिताः न कृताः, सन्ध्यावन्दनं कृते न प्रयोगं कृतवन्तः पूर्वम् इति फलोपदानं न जानीयात् नाम. तत्कारणात् तस्य ज्ञानं न अस्ति ये पात्राणि यत्र गृहे सन्ति तत् ते सन्ध्यावन्दनं कृतार्थं सम्यक् सन्ति वा न. अन्यां काञ्चन कारणतां सः जानाति, परन्तु तस्मिन् मनसि किमपि कारणताम् अस्ति. सः पूर्वं सन्ध्यावन्दनं स्वस्मिन् गृहे कृतवन्तः प्रायशः, तथा सः जानाति कीदृशी पात्रं सन्ध्यावन्दना कृते सम्यक् उचिता अस्ति. सा कारणता एव स्वरूपयोगित्वरूपा इति, सा कारणता यः सः जानाति तस्य पूर्वं किमपि कोऽपि अनुभवः अस्ति वा तत्कारणात् तत् सः जानाति कस्मिन् पात्रे तत् तादृशी स्वरूपयोग्यता रूपा अस्ति. किं पात्रं सन्ध्यावन्दना कृते प्रयोजनं कर्तुं शक्नोति सः. घटत्वादिजातिः यत्र सः पश्यति तत्र तादृशस्वरूपयोगत्वं पश्यति. यत्र कुत्रापि सः घटत्वजाति आदि घटानि पश्यति घटाः पश्यति तत् तादृश सः जानाति तादृशस्वरूपयोगत्वं सः जनः पश्यति. अयोग्ये पाकादिसाधने पात्रे न सः घटत्वं पश्यति. अन्ये ये पाकादि कृते ये या पात्राणि तत्र सन्ति तस्मिन् सः घटत्वं न पश्यति इति न तत्र स्वरूपयोगित्वम् अपि पश्यति न च तेन पात्रैः सः तस्मिन् स्वरूपयोगित्वम् अपि न पश्यति. अतः न पाकसाधनपात्रं सन्ध्यार्थम् उपादते. तत्कारणात् सः ये किमपि पात्राणि पाकसाधनपात्राणि सन्ति तं सन्ध्यार्थं न प्रयोगं प्रयुज्यते तादृशी पात्राणि. सम्यक्. प्रश्नः अस्ति वा कस्यापि? अत्र प्रश्नः अस्ति वा? अस्तु, नो चेत् अत्र समापयामः वा. तत्रैव पठितम् अस्माभिः, शीघ्रं अग्रिमपरिचितं पठितं किन्तु अधिकं न उक्तं. प्रायः अग्रिमशनिवासरे ततः पुनः आरम्भं करिष्यामः इति मम चिन्तनमस्ति. साधु. धन्यवादः सर्वेषां. शुभरात्रिः. धन्यवादः. शुभरात्रिः.